तर्हि गतकक्षायां वयं तत्र गुणद्रव्यप्रत्यक्षविषये किञ्चित् पठन आरम्भं कृतवन्तः. तस्य पठनमेव इदानीं प्रवर्तमानम् अस्ति. तदेव किञ्चित् अद्य अग्रे पठामः. प्रायः किञ्चित् पुनस्मरणं कृत्वा अग्रे चरेम. प्रत्येकेन इन्द्रियेण कश्चित् गुणः ग्राह्यते. तर्हि गते सप्ताहे अपि वयं दृष्टं तत्र ग्राह्यः ग्राहकः इति शब्दद्वयं तयोः परिचयः अपि वयं प्राप्तवन्तः. कोऽपि स्मरति वा ग्राह्यः इत्युक्ते किं, ग्राहकः इत्युक्ते कः इति? गुणः ग्राह्यः, इन्द्रियाणि ग्राहकः. उत्तमम् उत्तमम्. इत्युक्ते ग्राह्यः इत्युक्ते गृह्यते इति ग्राह्यः तत्र कर्मणि अर्थे भवति. गुणः गृह्यते इति कारणात् तत्र गुणः भवति ग्राह्यः. ग्राहकः इत्युक्ते यः गृह्णाति सः ग्राहकः इत्युक्ते इन्द्रियेण तत्र रूपं वा भवतु गन्धः वा भवतु तस्य ग्राहकं भवति. तर्हि इन्द्रियः भवति ग्राहकः इति. तत्र स्पर्शग्राहकं त्वकिन्द्रियम् अथवा गन्धग्राहकं घ्राणेन्द्रियम् इति वदामः चेत् तत्र इन्द्रियं भवति ग्राहकः इति. साधारणतया गुणः भवति ग्राह्यम्, इन्द्रियम् इन्द्रियाणि तु तत्र द्रव्याणि एव. तर्हि ग्राहकम् इति द्रव्यं भवति. किमर्थम् इन्द्रियाणि तु द्रव्याणि एव इति मया उक्तम्? कोऽपि वक्तुं शक्नोति वा? गुणः द्रव्ये वर्तते. सत्यं, गुणः द्रव्ये वर्तते. परन्तु इन्द्रियाणि इत्युक्ते द्रव्याणि एव इति किमर्थं तथा भवति? यतोहि इन्द्रियाणि पृथिवी, तेजो, वायु, आकाशात् इत्येषाम् एव इत्यस्मात् एव भवन्ति. यतोहि चक्षुः पृथिवी तत्त्वमस्ति. सत्यम्. इत्युक्ते यदा वयं पृथिव्याः लक्षणवाक्यं पठितवन्तः तत्र किम् आसीत्? तत्र गन्धवती पृथिवी. हा, सा द्विविधा, नित्या परम् अनित्या इति. तत्र अनित्या कार्यरूपा, पुनस्त्रिविधा शरीर इन्द्रिय विषयभेदा इति आसीत् खलु. तर्हि तत्र पृथ्वी इति यद् द्रव्यम् अस्ति तस्य त्रयः प्रभेदाः सन्ति. शरीरम्, इन्द्रियं, विषयम् इति तत्र त्रयः प्रभेदाः सन्ति इति कारणात् इन्द्रियं तु तत्र घ्राणेन्द्रियं, हा, घ्राणेन्द्रियं पृथिव्याः प्रभेदः एव. तथा तत्र प्रत्येकं, तथैव प्रत्येकम् इन्द्रियमपि. तेजः तु चक्षुः यदा चेज. सत्यं भगिनि, तथैव यदा यथा भवती उक्तवती तथैव. तत्र प्रत्येकम् इन्द्रियं तत्र प्रत्येकद्रव्यस्य अंशः अथवा प्रभेदः इति वक्तुं शक्नुमः. तर्हि चक्षु इन्द्रियेण कः गुणः ग्राह्यः भवति? रूपम्. उत्तमम्. इत्युक्ते वस्तुतया चिन्तयामः चेत् केवलं रूपम् इति न, संख्या अपि, संख्यायाः ग्राहकः अपि चक्षुः एव. इत्युक्ते तत्र अस्माकं पुरतः तत्र पञ्च उत्पीठिकाः वा अथवा पञ्चपुस्तकानि वा सन्ति चेत् तत्र पञ्च इति सङ्ख्या अपि वयं ज्ञातुं शक्नुमः, परन्तु रूपम् इति विशिष्टगुणः अस्ति यस्य ग्राहकं केवलं चक्षुषा एव भवति, यस्य प्रत्यक्षं केवलं चक्षुषा एव भवति. इत्युक्ते सङ्ख्या पञ्चपुस्तकानि अस्माकं पुरतः सन्ति चेत् तत्र नेत्रं निमील्य हस्तेन स्पर्शं कृत्वा अपि तत्र पञ्चपुस्तकानि सन्ति इति ज्ञानं वयं प्राप्तुं शक्नुमः. परन्तु तत्र पञ्च पुस्तकस्य रूपं किम् इति तथा वयं ज्ञातुं न शक्नुमः, केवलं चक्षुषा एव रूपस्य ज्ञानं भवति. अवगच्छन्ति वा तत्र भेदः? तर्हि तत्र रूपम् इति तत्र किञ्चित् विशिष्टगुणम् अस्ति, गुणः अस्ति यस्य ज्ञानं केवलं चक्षुषा एव प्राप्तुं शक्नुमः. अस्तु, तर्हि इदानीं रसः इति अस्ति चेत् तस्य इन्द्रियः कः? रसनं. हा, रसनं. गन्धस्य? ग्राणं. ग्राणं. स्पर्शः? त्वक्. त्वक्. त्वक्. शब्दः? श्रोत्रं. श्रोत्रेन्द्रियं. श्रोत्रेन्द्रियम्. उत्तमं. तर्हि एतानि पञ्च इन्द्रियाणि बहिरिन्द्रियाणि बाह्येन्द्रियाणि इति वयं दृष्टवन्तः. इतोपि एकम् इन्द्रियमस्ति यद् मनः, यः तत्र येन तत्र सुखं दुःखम् इत्यादि यत् ये गुणाः आत्मनि वर्तन्ते तेषां प्रत्यक्षं भवति इति. अस्तु, इदानीं इन्द्रियाणि वयं पूर्वम् उक्तवन्तः, इन्द्रियैः वयं गुणस्य ज्ञानं प्राप्नुमः इति. तर्हि इदानीं प्रश्नः अस्ति, केवलं गुणम् एव गृह्यते वा इन्द्रियाणि? केवलं गुणः एव गृह्यते वा इति प्रश्नः. रामप्रिया भगिनी किं चिन्तयति? द्रव्यमपि किल, द्रव्यमपि गृह्यते इन्द्रियाणि. सर्वाणि इन्द्रियाणि द्रव्यमपि गृह्यते? न, सर्वाणि. चक्षुः, त्वक्, मनः. तत्र तु मनः इति, हा, मनः इति तद्वितो केवलं बाह्यन्द्रियविषये. चक्षुः, त्वक्. उत्तमं. चक्षुः, त्वक्. किमर्थं किमर्थम् इत्युक्ते अथवा कथं? प्रत्यक्षं जनयति इति किल. सत्यम्. अस्माकं, हा, इति इत्युक्ते यदा अस्माकं पुरतः पुस्तकं स्यात् तर्हि पुस्तकस्य रूपं नीलम् इति ज्ञानं भवति, अपि च तत्र पुस्तकम् इति अपि ज्ञानं भवति खलु. तत्र नीलरूपस्य आश्रयः पुस्तकम् इत्यपि ज्ञानं भवति. तथैव तत्र यदा वयं तत्र त्वचा स्पर्शं कुर्मः चेत् पुस्तकस्य वा अथवा उत्पीठिकायां वा यत्किमपि भवतु, तर्हि तत्र तत्र पुस्तकम् अस्ति इति ज्ञानमपि भवति, अपि च तत्र स्पर्शेन तत्र तत्र अस्माकं ज्ञानं तत्र आश्रय तत्र स्पर्शः त्वचा तत्र स्पर्शः इति गुणस्य ज्ञानमपि भवति, अपि च तत्र पुस्तकम् इति तस्य आश्रयभूतस्य द्रव्यस्य ज्ञानमपि भवति, अथवा उत्पीठिका अस्ति चेत् उत्पीठिकायाः ज्ञानमपि भवति. अस्तु, परन्तु तत्र घ्राणेन्द्रियं रसनेन्द्रियं श्रोत्रेन्द्रियं तथा नास्ति. तत्र केवलं गुणस्य एव ज्ञानं भवति तैः, न तु आश्रयभूतस्य द्रव्यस्य. अस्तु, तर्हि इदानीं तत्र किञ्चित् अग्रे द्रव्याणां चिन्तनम् अस्ति. यत्र आश्रयभूतस्य द्रव्यस्य ज्ञानं भवति, कीदृशं द्रव्यं कीदृशं द्रव्यम् अस्ति चेत् तत्र तादृशद्रव्यस्य ज्ञानं भवितुम् अर्हति इति. तत्रैव वयं तत्र उद्भूतरूपं परिणामम् इति विषये किञ्चित् चर्चितवन्तः गते सप्ताहे. सत्यं तत्र न्याये तत्र दर्शनशास्त्रे न्यायशास्त्रे अत्र प्राचीननैयायिकाः अपि सन्ति, नवीननैयायिकाः अपि सन्ति. तत्र तयोः मध्ये किञ्चित् यदा कदापि तत्र मतभेदः अपि भवति. तत्र प्राचीननैयायिकानां मतमस्ति तत्र द्रव्यस्य प्रत्यक्षकारणं तत्र वस्तुतया विषयत्रयम् अस्ति. इत्युक्ते तत्र प्रथमम् उद्भूतरूपं स्यात्, तत्र रूपम् इति भवतु, रूपे तत्र उद्भूतरूपम् इति. उद्भूतरूपम् इत्युक्ते तत्र सम्यक् दृश्यमानम् इति, तत् अथवा स्पष्टतया द्रष्टुं शक्यं तादृशरूपं भवतु. अपि च तत्र परमाणुपरिमाण अतिरिक्तपरिमाणम् इत्युक्ते, परमाणुपरिमाणम् इत्युक्ते अतीव लघुपरिमाणं. तत्र बहु लघु स्यात् येन अस्माकं तत्र साक्षात् चक्षुषा द्रष्टुं न शक्नुमः इति. तद्भिन्नपरिमाणं स्यात् इति तत्र द्वितीय कारणम्. तृतीयमस्ति तत्र इन्द्रियद्रव्यसंयोगः. तत्र यदा तादृश इन्द्रियद्रव्यसंयोगः भवति तथा एव अस्माकं ज्ञानं यत्किमपि तत्र प्रत्यक्षज्ञानं भवति. इत्युक्ते अत्र चिन्तयतु, पुस्तकम् अस्ति अस्माकं पुरतः, हस्तेन सह पुस्तकस्य संयोगः भवति चेतेव अस्माकं तत्र स्पर्शः इति ज्ञानं भवति, खलु. तर्हि तत्र त्वक् इति यः यद् इन्द्रियमस्ति तस्य संयोगः पुस्तकेन सह प्रथमं भवति, तदनन्तरमेव तत्र संयोगेन अस्माकं ज्ञानं भवति अत्र स्पर्शः इति गुणः अस्ति इति. तत्र यावत्पर्यन्तं तादृशसंयोगः न भवति तावत्पर्यन्तम् अस्माकं ज्ञानं न भवति स्पर्शविषये. तर्हि प्रथमं तत्र संयोगः भवति, तदनन्तरं ज्ञानं भवति. तथैव तत्र यदा वयं चक्षुषा पश्यामः चेदपि तेषां चिन्तनं यद् इत्युक्ते तत्र अस्माकं चक्षोः अन्तः तत्र किमपि तेजः अस्ति, सः तेजः गच्छति. तत्र पुस्तकं पश्यामः चेत् सः ततः सः तेजः गच्छति पुस्तकं प्रति. यदा पुस्तकेन सह संयोगः भवति तदा एव वयं पुस्तकं पश्यामः. तत्र पुस्तकमस्ति, पुस्तकस्य रूपं किं, यत्किमपि भवतु, तदा एव यदा तेजः पुस्तकेन सह संयोगः भवति, तेजसः संयोगः, तदा एव वयं द्रष्टुं शक्नुमः तत्र पुस्तकम् अस्ति इति. इत्युक्ते तत्र बहिः अपि तत्र प्रकाशः अपेक्षते. इत्युक्ते अन्धकारे यदा अन्धकारे तु अस्माकं तादृशज्ञानं न भवति एव, तर्हि तत्र प्रकाशः तु अपेक्षितः अस्ति, परन्तु प्रकाशः अस्ति चेत् अपि तत्र यदा वयं नेत्रं निमीलयामः चेत् तत्र अस्माकं ज्ञानं न भवति खलु, तर्हि तत्र तेषां मतेन तत्र अस्माकं नेत्राभ्यां प्रकाश तत्र तेजः अथवा प्रकाशः किमपि भवतु तद् गत्वा तत्र संयोगः भवति, तदनन्तरमेव ज्ञानं प्रत्यक्षज्ञानं भवति इति तेषां मतिः. तर्हि इति वयं गते सप्ताहे दृष्टवन्तः, तर्हि किञ्चित् अग्रे पठेम. तत्र कोऽपि प्रश्नः अस्ति वा एतावत्पर्यन्तम्? अस्तु, अन्य केनापि आगतं वा मध्ये? नमस्ते महोदय. अस्तु, तर्हि पृष्ठसङ्ख्या 51, तर्हि 51तमे पृष्ठे तत्र कोष्ठमस्ति खलु, तत् पश्यामः. अस्तु, तर्हि तत्र भगिनी पृष्ठसङ्ख्या का? 51. अस्तु, तर्हि वयं गते सप्ताहे तत्र 50तमे यत् कोष्ठम् अस्ति तद् दृष्टवन्तः, तत्र प्रत्यक्षयोग्याः इति. अत्र प्रत्यक्षम् इत्युक्ते तत्र चक्षुषा प्रत्यक्षम् इति एव अर्थः, यतोहि तत्र रूपविषये वयं चर्चाम् अस्माकं चर्चा अस्ति इदानीं. तर्हि अत्र वयं गते सप्ताहे दृष्टवन्तः खलु, तत्र त्रिपञ्चाशत्तमे पृष्ठे तत्र श्रेणित्रयम् आसीत्. तत्र प्रथमस्तम्भे अस्ति परमाणुपरिमाणं, तदनन्तरम् अस्ति परममहत्परिमाणम्, अनन्तरम् अस्ति मध्यमपरिमाणम् इति. परमाणुपरिमाणम् इत्युक्ते अतीव लघुपरिमाणं, यस्य प्रत्यक्षं न भवति चक्षुषा इति. तर्हि परमाणुपरिमाणम् अतिरिक्त इत्युक्ते भिन्नपरिमाणम् अस्ति चेदेव अस्माकं तत्र तस्य प्रत्यक्षं भवितुम् अर्हति इति. तत्र तर्हि परमाणुपरिमाण अतिरिक्तपरिमाणं स्यात्, अपि च उद्भूतरूपम् अपि स्यात्, येन प्रत्यक्षज्ञानं भवितुं शक्नोति इति वयं गतसप्ताहे दृष्टवन्तः. तर्हि तत्र परमाणुपरिमाणमध्ये अस्ति तत्र परमाणवः, द्वि अणुकानि, अपि च मनांसि. परमाणुः इत्युक्ते यस्य खण्डनम् इतोपि न भवितुम् अर्हति, तदेव तत्र यद् लघु परमलघु पदार्थः अस्ति सः एव परमाणुः. परमाणुद्वयं परमाणुद्वयस्य संयोगेन यः पदार्थः भवति तदस्ति द्वि अणुकम् इति. अपि च मनांसि, मनः अपि परमाणुपरिमाणम् अस्ति. तर्हि तेषां प्रत्यक्षज्ञानं तु न भवति एव, यतोहि परमाणुपरिमाणम् अस्ति इति. तदनन्तरमस्ति परममहित्परिमाणं, यत्र आकाशः, कालः, दिक्, आत्मा, जीवात्मा, ईश्वरः इति, परमात्मा इति तत्र ते सन्ति. अन्य पदार्थः, घटपटादयः, एतत् सर्वं भवति अत्र मध्यमपरिमाणम् इति स्तम्भे. अस्तु, तर्हि इदानीं तत्र कोष्ठे एक पदं द्वि किम् उक्तवती? द्वि द्वि अनुपानि द्वि अनु अनुकानि द्वि अनुकम् द्विनुकं तत्र द्विनुकम् इति बहु एकवारं द्विनुकं द्विनुकानि इति बहुवचने अस्तु तर्हि प्रथमं प्रत्यक्षयोग्याः के इति पश्यामः सुनील् महोदय तद् कोष्ठे यदस्ति तत् किञ्चित् पठति वा पठित्वा किञ्चित् प्रतिपादयतु पञ्चाशत्तमे पुटे कः महोदय प्रत्यक्षयोग्याः इति चित्रम् तत्र वयं पठितवन्तः प्रत्यक्षयोग्याः योग्यार्थं नियमद्वयम् आवश्यकमिति एकं तु उद्भूतरूपं आवश्यकम् इत्युक्ते सम्यक् दृश्यमानम् अन्यनियमः अस्ति परमाणुपरिमाणातिरिक्तपरिमाण एव भवति नियमद्वयं पालयति चेत् तद् प्रत्यक्ष द्रष्टुं शक्नुमः इति अस्ति अतः परमाणुः इत्युक्ते किमिति इदानीम् एव भवती उक्तवती तद् तस्य परिमाणं विहाय अन्य किमपि परिमाणमेव अस्ति चेत् तदेव परमाणुपरिमाण अतिरिक्तपरिमाणमिति उच्यते तद् उद्भूतरूपमपि स्वीकृत्य एव घटादय घटः तादृशपदार्थान् द्रष्टुं शक्यते इति तत्र घटः इति पृथिव्यादित्रिकम् इति अस्ति खलु पृथिव्यादित्रिकम् इत्युक्ते किम् इति वदति वा पृथिवी जलं तेजः इति श्रेण्यां प्रथम तृतीय द्रव्याणि इति उत्तमं महोदय तदेव तत्र पृथिवी जलं तेजः तेषाम् एव तत्र रूपम् अस्ति खलु तत्र पृथिव्यां तत्र सर्वाणि रूपाणि पृथिव्यां सन्ति अग्रे वयं पठामः तत्र भिन्नभिन्नरूपाणि कानि इति सर्वाणि रूपाणि पृथिव्यां भवन्ति तत्र तेजसि भास्वरशुक्लरूपं भवति जले अभास्वरशुक्लरूपम् इति अस्ति तत् तद्भवति तर्हि तत्र पृथ्वी जलं तेजः तदेव पृथ्व्यादित्रिकम् इत्युक्ते अस्तु तर्हि तत्र उद्भूतरूपमपि अस्ति परमाणुपरिमाण अतिरिक्तपरिमाणमपि अस्ति इति कारणात् तत्र घटादयः वयं द्रष्टुं शक्नुमः इत्युक्ते इदानीं तत्र अस्माकं पुरते यत् यत्किमपि स्यात् तत्सर्वं वयं द्रष्टुं शक्नुमः यतोहि तेषाम् उद्भूतरूपमपि अस्ति अपि च परमाणुपरिमाण अतिरिक्तपरिमाणमपि अस्ति इति कारणात् तत्र एकमपि नास्ति चेत् तस्य प्रत्यक्षं न भवति उत्तमं महोदय तर्हि अस्तु तर्हि अपर्णा भगिनी तत्र द्वितीयचित्रम् अस्ति खलु न प्रत्यक्षयोग्याः इति तत्र दक्षिणतः यत् प्रथमम् अस्ति तत् पठति वा आं भगिनि न प्रत्यक्षयोग्याः अत्र चित्रपटे दक्षिणे भागे अस्ति वायुप्रभृति तत् आरभ्य वा अथवा पृथिव्यादिरूपाणि पृथिव्यादि त्रिकस्य परमाणुः द्रव्यणुकम् इति अस्ति खलु तत् तस्य विषये ओ ओके पृथिव्यादित्रिकस्य परमाणुः द्व्यणुकं तस्य अत्र पृथिव्यादित्रिकस्य यत् पूर्वं वयं पृथिव्यादित्रिकस्य इत्युक्ते पृथिवी जलं तेजुः तेजः यस्मिन् स्वरूपः यस्मिन् रूपः अस्ति तस्य पृथिव्यादित्रिकस्य परमाणुः द्व्यणुकं तेषां कृते तत् द्व्यणुकम् इति अस्ति परमाणुः द्व्यणुकम् इत्युक्ते अत्र द्वाभ्यां परमाणुभ्यां जायमानः आद्यः अवयवी पृथिवी पृथिवी इत्यस्य जननं द्वे परमाणुभ्यां जायते इति कृत्वा इति कृत्वा पृथिवी द्व्यणुकम् अस्य उद्भूतरूपमस्ति पृथिव्याः जलं तेजः उद्भूतरूपमस्ति यत्र प्रकटरूपमस्ति तत् एकनिमित्तमस्ति परमाणुपरिमाणभिन्नपरिमाणं नास्ति यथा अत्र यत्र बहु सूक्ष्म परमाणुपरिमाण इत्युक्ते यत्र तस्य अन्यसूक्ष्मतरं न भवति तदेव अतिसूक्ष्ममस्ति इति कृत्वा तत् परमाणुपरिमाणमस्ति तत् तस्मात् भिन्नपरिमाणं नास्ति अत्र परमाणुपरिमाणम् इत्युक्ते पूर्वं वयं दृष्टवन्तः पृथिव्यादिचतुष्टयस्य परमाणवः द्व्यणुकानि मनांसि एतत् सर्वं परमाणुपरिणामम् अस्ति अतः पृथिव्यादित्रिकस्य उद्भूतरूपमस्ति परमाणुपरिमाणभिन्नपरिमाणं नास्ति इति कृत्वा अत्र प्रत्यक्षयोग्यः न भवति पृथिवी प्रत्यक्षयोग्यः न भवति जलं प्रत्यक्षयोग्यः न भवति एकक्षणं भगिनि तत्र पुनः पठतु तत्र चतुष्कोणे किम् अस्ति पृथिव्यादित्रिकस्य परमाणुः द्वयनुकं तेषां प्रत्यक्षयोग्यः न भवति तत्र पृथिव्यादयः तु तत्र यत् सुनील् महोदय पूर्वं पठितवान् खलु तत्र भवति तत्र पृथिव्यादित्रिकं तु अथवा वयं जलं तेजः तत्तु न द्रष्टुं शक्नुमः परन्तु तथा नास्ति खलु वयं तु जलं तेजः तत्सर्वं पृथिवी तत्सर्वं पश्यामः एव अत्र पृथिव्यादित्रिकस्य परमाणुः अपि द्वयणुकम् इत्युक्ते पृथिव्यादित्रि जलस्य अथवा पुस्तकं यत्किमपि भवतु तस्य कण्ठनं कृत्वा यथा भवती उक्तवती तत्र अतिसूक्ष्म पदार्थः यः आगच्छति अन्ते तत्र कण्ठनं पुनः पुनः कण्ठनं कृत्वा अतिसूक्ष्मपदार्थः यः आगच्छति अन्ते अस्य इतोपि खण्डनं कर्तुं न शक्नुमः तदस्ति परमाणुः इति सः परमाणुः तादृशपरमाणु तदेव तत्र द्वाभ्यां परमाणुभ्यां जायमानः इति तादृशपरमाणुद्वयं तत्र संयोगः तेषां संयोग ताभ्यां संयोगः भवति चेत् तत्र द्वयणुकं भवति तस्य उद्भूतरूपं नास्ति तस्य अपि च परमाणुपरिमाण भिन्नपरिमाणं नास्ति इति कारणतः ते परमाणवः न प्रत्यक्षयोग्याः तस्य सत्यं तस्य परमाणु अतिरिक्त परमाणुपरिमाण अतिरिक्तपरिमाणं नास्ति परन्तु ते उद्भूतरूपम् अस्ति किमर्थम् इत्युक्ते तत्र द्व्यणुकम् आगच्छति द्व्यणुकत्रयं मिलित्वा एव तत्र त्रियणुकं भवति त्रियणुकात् आरभ्य वयं द्रष्टुं शक्नुमः इति तेषां मतिः तत्र नैयायिकानां मतमस्ति तर्हि तत्र अवयवस्य उद्भूतरूपं नास्ति चेत् अवयवी कथं वा उद्भूतरूपं प्राप्नोति, खलु? तर्हि तत्र उद्भूतरूपं नास्ति इति वदामः चेत् तर्हि तत्र पुस्तकस्य अपि उद्भूतरूपं न स्यात् इति भवति इति कारणात्, अथवा विपरीतदिश्यां पश्यामः चेत् पुस्तकस्य उद्भूतरूपम् अस्ति, तस्य खण्डनं कृत्वा यः परमाणुः आगच्छति तस्य उद्भूतरूपं कुत्र गच्छति, खलु? तत्र तत्रापि तिष्ठव्यं स्थातव्यमेव. तर्हि इति चिन्तयित्वा तत्र तस्य उद्भूतरूपम् अस्ति, परन्तु परमाणुपरिमाणभिन्नपरिमाणं नास्ति इति कारणात् तस्य प्रत्यक्षं न भवति इति. तत्र एण्ड् कण्डिशन् अस्ति खलु, द्वयोः नियमद्वयमपि तत्र पूरयति चेदेव द्रष्टुं शक्नुमः. इत्युक्ते यत्र उद्भूतरूपम् अस्ति कार्ये, कारणे अपि अत्र परमाणुः द्व्यणुकम् इति कारणं तस्मिन् अपि उद्भूतरूपं स्यात् इति कृत्वा अवयवस्य अवयवीरूपेण रूपमस्ति इति वा? हा, परन्तु विपरीतदिश्या खलु, इत्युक्ते तत्र कारणे उद्भूतरूपं नास्ति चेत् कार्ये उद्भूतरूपं स्यात् इति. सम्यक्. तत्र प्रश्नः अस्ति अत्र भगिनि, स्वल्प न शृण्वन्ति. किं भगिनि प्रश्नः कः? शृणुमः शृण्मः. तत्र एक वाक्यं न शृणुमः शृण्मः एकवाक्यं ओ एकवाक्यं नास्तु हा एकवाक्यं न शृण्मः श्रुत अस्तु. परन्तु अवगतवती वा यत् इदानीं वयं चर्चितवन्तः? तत्र वयं पूर्वं चर्चितवन्तः खलु, कपालः अवयवः, घटः अवयवी इति, स्मरति वा? तत्र कपाले यः कपाले यद्रूपम् अस्ति तदेव घटे अपि भवति खलु. तत्र कपालस्य रूपं नीलं चेत् घटस्य रूपं रक्तं न भवति खलु. घटस्य रूपं कपालस्य रूपं नीलं चेत् घटस्य रूपमपि नीलमेव भवति खलु, न तु रक्तरूपम्. तर्हि अवयवे यः गुणः अस्ति तदेव अवयवीयामपि भवति. तदेव उक्तवती. तत्र परमाणोः उद्भूतरूपं नास्ति चेत् तत्र अवयवी इति तत्र यः कोऽपि पदार्थः भवतु तस्मिन् कथं वा गुणः तत्र उद्भूतरूपं भवितुम् अर्हति. उत्तमम्. अस्तु, तर्हि भवती एव अग्रे पठतु. तत्र मनः इति अस्ति खलु, तत् पठतु. मनः रूपं नास्ति, परिमाणभिन्नपरिमाणं न वर्तते. परिमाणभिन्नपरिमाणं न वर्तते. हा अस्तु, परिमाणं परमाणु मनसि आवां शक्नोति न द्रव्यं दृष्ट्वा दृष्ट्वा न दृष्ट्वा नास्ति रूपं नास्ति परमाणुपरिमाण भिन्नपरिमाणं न वर्तते. प्रथमतया मनः द्रष्टुं मनः द्रष्टुं शक्नोति वा? न शक्नोति. तर्हि तत्र मनः हा तर्हि मनः प्रत्यक्षयोग्यः न. तर्हि किमर्थम् इदानीं प्रश्नः अस्ति किमर्थं प्रत्यक्षयोग्यः न इति. परमाणुस्तरे तु वयम् उक्तवन्तः तत्र उद्भूतरूपम् अस्ति परन्तु तत्र परमाणुपरिमाणभिन्नपरिमाणं नास्ति इति कारणात् तस्य प्रत्यक्षं न भवति इति वयम् उक्तवन्तः. इदानीं मनः इति स्वीकुर्मः चेत् तत्र स्थितिः का इति द्रष्टव्यमस्ति. तर्हि अत्र किम् अस्ति? अत्र रूपं नास्ति परिमाणभिन्नपरिमाणं तु नास्ति. हा इत्युक्ते अस्माकं नियमः नियमः आसीत् खलु आरम्भे वयम् उक्तवन्तः तत्र उद्भूतः द्वौ नियमौ स्तः खलु तत्र उद्भूतरूपमपि भवतु अपि च भिन्नपरिमाणमपि भवतु मनः मनसः विषये तु तत्र हा उत्तमं तदेव द्वयमपि नास्ति. तर्हि तदर्थमेव तस्य प्रत्यक्षज्ञानं न भवति. पृथिव्यादिरूपाण्यापि एकक्षणं भगिनि अन्य तावत्पर्यन्तं स्पष्टं वा? तत्र किमपि प्रश्नः अस्ति वा? अस्तु तर्हि रामप्रिया भगिनी वदति वा तत्र किमर्थं पृथिव्यादस्य परमाणुः द्वियणुकं तस्य प्रत्यक्षं न भवति अपि च मनः विषये अपि प्रत्यक्षं न भवति इति अस्माकं नियमाः के इति प्रथमम् उक्त्वा हा वदतु भगिनि. प्रत्यक्षयोग्यः तु नियमः द्वयम् अस्ति. नियमः द्वौ नियमः स्तः उद्भूतरूपं यदा सम्यक् द्रष्टुं शक्यते तद्रूपं परमाणुपरिमाण अतिरिक्तपरिमाणं तत्तु परमाणुपरिमाणं विहाय परिमाणम् इति तत्तु परममहत्परिमाणं मध्यमपरिमाणम् इति द्वौ यदा तत्तु प्रत्यक्षयोग्यः अस्ति. अत्र तु न प्रत्यक्षयोग्यः पृथिव्यादित्रिकस्य तदा जलं तेजः पृथिवी जलं तेजः तस्य परमाणुः द्वयणुकं तस्य तु उद्भूतरूपं तु अस्ति परन्तु परमाणुपरिमाणभिन्नपरिमाणं नास्ति अतः तस्य प्रत्यक्षयोग्यः न अस्ति. द्वितीयं तु मनः अस्ति तस्य तस्य रूपं नास्ति परन्तु परमाणुपरिमाणभिन्नपरिमाणं तत्रापि न वर्तते तदपि प्रत्यक्षयोग्यः नास्ति. उत्तमं तर्हि तत्र पृथिव्यादित्रिकस्य परमाणुः यः अस्ति तस्य किमर्थम् उद्भूतरूपं वर्तते? तद् परमाणुः इत्युक्ते बहु लघु अस्ति एव अपि द्रष्टुं शक्नुमः. तस्य गुणः तदेव वर्तते. परमाणुः द्रष्टुं शक्नुमः भगिनि, द्रष्टुं शक्नुमः चेत् तत्र प्रत्यक्षयोग्यः भवति खलु. तस्य गुणः तदेव वर्तते इति यदा भवती उक्तवती, पुस्तकस्य खण्डनं करोति चेत् अपि तस्य लघु परमाणुरूपं तस्य गुणं तदेव पुस्तकत्वम् इति गुणं तदेव वर्तते. पुस्तकत्वम् इति गुणः नास्ति खलु, पुस्तकधर्म इति पुस्तके विद्यमानः धर्मः तत्तु यदा वयं पुस्तकस्य खण्डनं कुर्मः चेत् तस्मिन् न भवति. इत्युक्ते घटे घटत्वम् अस्ति परन्तु कपाले घटत्वं नास्ति खलु, कपाले केवलं कपालत्वमेव वर्तते. परन्तु अत्र किम् अस्ति चेत् तत्र घटे यत्किमपि गुणः भवति चेत् तत्र घटे चिन्तयतु नीलरूपम् अस्ति इति गुणः, तर्हि तत्र कपाले कः गुणः स्यात्, किं रूपं स्यात्? तदेव नीलगुणः, नीलरूपम् एव खलु. तत्र कपाले नीलरूपम् अस्ति चेत् तदेव गुणः रूपमेव घटे अपि भवति. इत्युक्ते तत्र तत्र कपालः वयं कपालस्य रूपं घटस्य रूपं तयोः भेदः न भवितुम् अर्हति साधारणतया. सत्यं, तर्हि तथा परम्परायां गत्वा वयं यदा परमाणुः इति स्वीकुर्मः तत्र परमाणोः उद्भूतरूपं नास्ति चेत् परमाणुद्वयं मिलित्वा द्वयणुकं भवति, द्वयणुकत्रयं मिलित्वा त्रियणुकं भवति. तर्हि तत्र परमाणोः उद्भूतरूपं नास्ति चेत् त्रियणुकात् आरभ्य उद्भूतरूपं कुतः आगच्छति खलु. तर्हि तत्र समस्या भवति. तर्हि त्रयणुकात् आरभ्य वयं द्रष्टुं शक्नुमः, तत्र त्रयणुकात् आरभ्य तदनन्तरं पुस्तकं घटः इत्यादि पदार्थाः भवति चेत् तद्वयं भवन्ति चेत् तद्वयं द्रष्टुं शक्नुमः. परन्तु तत्र उद्भूतरूपम् अस्ति इति कारणात् वयं द्रष्टुं शक्नुमः, तस्य अवयवस्य उद्भूतरूपं नास्ति चेत् तस्यापि उद्भूतरूपं न भवति इति मत्वा ते तत्र नैयायिकानां वदन्ति, तत्र तेषां मतः अस्ति, नैयायिकानां मतः अस्ति तत्र परमाणोः अपि उद्भूतरूपम् अस्ति इति. परन्तु परमाणोः प्रत्यक्षं न भवति, किमर्थं चेत् तस्य परिमाणं परमलघु अस्ति. तत्र परमाणुपरिमाणभिन्नपरिमाणं नास्ति इति कारणात् तस्य प्रत्यक्षं न भवति. उद्भूतरूपम् इति यस् पुस्तकस्य खण्डनं कुर्मः चेत् एतत्तु पुस्तकस्य परमाणुः इति वक्तुं शक्नुमः वा? सूक्ष्मरूपमस्ति. हा, तत्र पुस्तकं स्वीकृत्य तस्य खण्डनं कृत्वा वयं गच्छामः चेत् यदा वयं विषयः विषये पठितवन्तः तथापि एतत् विशेषः विषये पठितवन्तः तथापि वयं दृष्टवन्तः खलु, तत्र खण्डनं कृत्वा एकः समयः आयाति यत्र वयम् इतोपि खण्डनं कर्तुं न शक्नुमः इति एकः समयः वा स्थितिः वा आगच्छति. तस्मिन् समये यः पदार्थः अस्ति, यः परमलघु अतीवसूक्ष्मः अस्ति, तदेव परमाणुः. यस्य अहं साक्षात् वयं तस्य प्रायः चक्षुषा न द्रष्टुं शक्नुमः, प्रायः मैक्रोस्कोप् वा यत्किमपि स्वीकृत्य अन्योपकरणानि स्वीकृत्य प्रायः वयं द्रष्टुं शक्नुमः, परन्तु तत्र चक्षुषा वयं द्रष्टुं न शक्नुमः. किमर्थम् इति प्रश्नः अस्ति चेत् तस्य समाधानम् अस्ति, तस्य परिमाणं परमाणु परिमाण अतिरिक्तपरिमाणं नास्ति इति, न तु तस्य उद्भूतरूपं नास्ति इति. उद्भूतरूपं तु अस्ति एव, परन्तु परिमाणम् अति लघु इति कारणात् तस्य साक्षात्कारः न भवति इति. भगिनी, एकः प्रश्नः अस्ति अत्र. पृथिव्यादित्रिकस्य परमाणुः द्व्यणुकम् इति अत्र अस्ति, किन्तु त्रिपञ्चाशत् पृष्ठे परमाणुपरिमाणम् इत्यस्मिन् पृथिव्यादिचतुष्टयस्य परमाणवः इति दत्तमस्ति. अत्र चतुष्टयस्य इत्युक्ते पृथिवी, जलं, तेजः, वायोः अपि परमाणुः अस्ति, किन्तु अत्र उद्भूतरूपं नास्ति, यतोहि वायोः द्व्यणुकं नास्ति इति कारणेन वा? न, वायोः लक्षणवाक्यं किम्? रूपरहितत्वे सति स्पर्शवत्वान् खलु, तर्हि तत्र वायोः रूपं नास्ति. यतोहि परमाणुः अस्ति, अतः यत्र द्व्यणुकम् अस्ति तत्र सर्वदा उद्भूतरूपम् अस्ति इति वयं वक्तुं न शक्नुमः. सत्यं सत्यं सत्यं. तर्हि वायो अनन्तरम् आकाशात् आरभ्य पश्यामः चेत् तत्र विभुः अस्ति खलु, तर्हि तत्र आकाशः, कालः, दिक्, आत्मा, मनः इति तत्र विभुद्रव्यम् अस्ति इति कारणात् तस्य परमाणुः न भवति, केवलं तत्र पृथिव्यादिचतुष्टयस्य परमाणुः भवति. तत्र पृथिव्यादित्रिकस्य एव उद्भूतरूपम् अस्ति. वायोः यः परमाणुः अस्ति तस्य वायोः रूपं नास्ति इति कारणात् वायोः परमाणोः अपि रूपं नास्ति. तावदेव. धन्यवादः. रामप्रिया भगिनी, इदानीम् अवगतवती वा? आं भगिनि. अस्तु, तर्हि भवती एव पठतु तत्र. प्रथमं वा? आं भगिनि. आम् आम्. रूपं न वर्तते, परमाणुपरिमाणभिन्नपरिमाणम् अस्ति. कुत्र इत्युक्ते वायु प्रकृति द्रव्याणि विशेषतः च त्वगिन्द्रियं वायवीयं श्रोत्रेन्द्रियम् आकाशस्वरूपश्च. वायुः तु रूपं न वर्तते. वायुप्रभृतिद्रव्याणि परमाणुपरिमाण भिन्नपरिमाणम् अस्ति. तद्युक्ते परमाणवः द्वयणुकः मनांसि तु वर्तते. एकक्षणं भगिनि, पुनः वदतु किम् उक्तवती तत्र. परमाणुपरिमाणभिन्नपरिमाणम् अस्ति. परममहत्परिमाणं मध्यमपरिमाणं नास्ति. मध्यमपरिमाणम् अथवा परममहत्परिमाणं सत्यं. वायुः अवगतं, रूपं न वर्तते. वायुप्रभृति इत्युक्ते किम् अर्थः कः? तदेव. वायु आरभ्य इति वायुवादि. ओके. वायुः, आकाशः, दिक्, मनः, तदेव किल. कालः. सत्यं सत्यं. विशेषः आत्मापर्यन्तम्. आत्मापर्यन्तम्. यतोहि मनः तत्र नास्ति, किमर्थं चेत् मनः तु परमाणुपरिमाणमस्ति. मनः अत्र अस्ति. आम्. विशेषतः च त्वगिन्द्रियं, विशेषः त्वगिन्द्रियमपि अत्र अस्ति. हा, विशेषतः इत्युक्ते तत्र उदाहरणतया अथवा यथा आङ्ग्लभाषायाम् इन् पर्टिक्युलर् इति वदामः खलु तथा. ओहो, स्पर्श त्वक् तस्यापि रूपं न वर्तते. वायव्यां वायु त्वगिन्द्रियं वायवीयम् इत्युक्ते तत्र त्वगिन्द्रियं तत्र पुनः तत्र वायोः लक्षणवाक्यं पश्यतु अत्र किम् अस्ति. अत्र दत्तमस्ति रूपरहितस्पर्शवान् वायुः. अग्रे पठतु. तत्र वा सः द्विविधः नित्या नित्याश्च नित्या परमाणुरूपा अन्यत्यः कार्यरूपः. पुनः त्रिविधः शरीर इन्द्रियविषयभेदात् शरीरं वायुलोके इन्द्रियं स्पर्शग्राहकं त्वक् सर्वशरीरवर्ति. इत्युक्ते तत्र इन्द्रियम् इति यदस्ति तत्र त्वक् इन्द्रियं यद् इन्द्रियम् अस्ति तद् वायु एव खलु. तत्र वायवीयम् अस्ति. तर्हि तत्र त्वकिन्द्रियं त्वगिन्द्रियमपि वायु वायवीयमेव इत्युक्ते वायुः एव. तस्यापि तत्र प्रत्यक्षज्ञानं न भवति इति. तत्र त्वगिन्द्रियम् अपि च श्रोत्रेन्द्रियं श्रोत्रेन्द्रियं तु आकाशः एव. तद्वयं गते सप्ताहे दृष्टवन्तः. तर्हि तस्य अपि तत्र प्रत्यक्षज्ञानं न भवति इति. अस्तु, तर्हि तत्र वायुः इति यः पदार्थः अस्ति सः पदार्थः अपि वयम् अनुमानेन एव ज्ञातुं शक्नुमः खलु. तदेव तत्र यदा वयं लक्षणविषये पठितवन्तः तत्रापि तत्र कम्पनहेतुः वृक्षकम्पनहेतुः इति दृष्टवन्तः. तत्र यः वृक्षः किमपि अस्ति चेत् तस्य कम्पनं भवति चेत् तत्र वायुः अस्ति अतः वृक्षः कम्पयति इति वयं ज्ञात्वा तत्र वायुः इति पदार्थः अस्ति वायुः इति द्रव्यम् अस्ति इति वक्तुं शक्नुमः. तत्र वायोः प्रत्यक्षं न भवति. यथा जलं वयं द्रष्टुं शक्नुमः तथा वायोः प्रत्यक्षज्ञानं न भवति, अनुमानेन एव ज्ञातुं शक्नुमः. तथैव आकाशः अपि शब्दः अस्ति इति कारणात् शब्दस्य आश्रयः कोऽपि किमपि द्रव्यं स्यात् इति अनुमानं कृत्वा एव आकाशस्य ज्ञानमपि वयं ज्ञातुं प्राप्तुं शक्नुमः. अस्तु, उत्तमम्. अग्रे राम् कार्तिक् महोदय भवान् पठति वा. पृथिव्यादि रूपाणि अपि ग्राहरसन क्षम्यताम् एकनिमिषम्. पृथिव्यादिरूपाणि अपि प्राणरसनचक्षु चक्षुरिन्द्रियाणि तेषां परमाणुपरिमाणभिन्नपरिमाणं वर्तते इति उक्तमस्ति. तर्हि अत्र मध्यमपरिमाणं भवति इत्युक्ते तत्र पृथिव्यादिचतुष्टयस्य विभागग्रन्थे शरीरेन्द्रियविषयभेदात् इत्यनेन ये दर्शिताः ते सर्वे अपि इति उक्तमस्ति. पृथिव्यादिरूपाणि रूपाणां रूपं वर्तते परन्तु उद्भूतरूपं नास्ति इति वदामः. तत्र पृथिव्यादि अपि तत्र वस्तुतया अत्र घ्राणरसनचक्षुरिन्द्रियाणि विषये अस्ति. यद्यपि ते पृथिव्यादिरूपाणि सन्ति तत्र इन्द्रियाणि विषये तत्र इन्द्रियाणां तत्र रूपं वर्तते. यतोहि तत्र पृथिव्यादित्रिकस्य रूपं तु अस्ति एव, परन्तु तेषाम् उद्भूतरूपं नास्ति. तर्हि तदर्थमेव तत्र इन्द्रियाणां प्रत्यक्षं न भवति. इत्युक्ते अत्र वयं तस्य इन्द्रियाणां प्रत्यक्षम् इत्युक्ते वयं त्वक् इन्द्रियम् इति वदामः चेत् वस्तुतया त्वक् यदस्ति अस्माकं चरमः तत्तु त्वक् इन्द्रियं नास्ति खलु. तस्मिन् तथैव अत्र रसन इन्द्रियम् इति जिह्वाग्रवर्ति इति वयं पठितवन्तः. तत्र जिह्वा इति रसन इन्द्रियं नास्ति. तत्र यत्किमपि जलांशः अस्ति तदेव रसन इन्द्रियम् अस्ति. तस्य प्रत्यक्षज्ञानम् इत्युक्ते तद्वयं द्रष्टुं न शक्नुमः. यथा घ्राण इन्द्रियम् अथवा चक्षुः अपि, चक्षुः इति नेत्रं यदस्ति, नेत्रं वस्तुतया इन्द्रियं नास्ति खलु. नेत्रे अद्य एव वयं चर्चितवन्तः अपि तत्र नेत्राभ्यां तत्र किमपि तेजः गच्छति इति. वस्तुतया यः तेजः अस्ति तत् तेजः एव इन्द्रियमस्ति. तस्य प्रत्यक्षम् इत्युक्ते तद्वयं द्रष्टुं न शक्नुमः. किमर्थं चेत् तस्य परमाणुपरिमाणभिन्नपरिमाणम् अस्ति, तथापि तस्य उद्भूतरूपं नास्ति इति कृत्वा तस्य प्रत्यक्षं न भवति. इत्युक्ते तस्य दर्शनं न भवति इति. तद्वयं द्रष्टुं न शक्नुमः इति वदन्ति. इत्युक्ते तत्र अस्मिन् चित्रे यानि यानि द्रव्याणि सन्ति तेषां सर्वेषां प्रत्यक्ष ज्ञानं न भवति एव तत्र, परन्तु भिन्नभिन्नकारणैः तत्र कारणानि कानि इति एव अत्र दत्तमस्ति. क्षम्यतां, प्रश्नः अस्ति, परन्तु कुतः रूपं वर्तते इति उक्तम् इति मया न अवगतम्. हा, रूपं वर्तते, तत्र द्रव्ये रूपम् अस्ति खलु. तत्र तर्हि तत्र रूपं वर्तते इति तेषां तत्र अनुमानमेव. तत्र पृथिव्यादित्रिकस्य रूपम् अस्ति तत्र. पृथिव्यादि पृथिव्यां जले तेज अस्ति इति वयं जानीमः. इति कारणात् तत्र यः यानि इन्द्रियाणि सन्ति तत्र ग्राण इन्द्रियं तु तत्र पृथिवी एव खलु. तत्र पृथिव्याः प्रभेदः एव ग्राण इन्द्रियं. तस्मिन्नपि रूपं वर्तते एव, परन्तु उद्भूतरूपं नास्ति इति कारणात् तस्य प्रत्यक्षज्ञानं न भवति. अस्तु, तर्हि एतावत्पर्यन्तं तत्र प्रश्नः अस्ति वा? अस्तु, तर्हि वयं यदिदानीं चित्ररूपे किञ्चित् चर्चितवन्तः तदेव अत्र लिखितमस्ति. तर्हि सुनील् महोदय, भवानेव आरम्भं करोति वा? तत्र यद्वयं गतसप्ताहे पठितवन्तः तस्मात् आरभ्य पठामः. तत्र पञ्चाशत्तमे पुटे तत्र अन्येषु त्रिषु इन्द्रियेषु इति अस्ति खलु, तस्मात् आरभ्य पठ. आं भगिनि, एकं निमिषं. अन्येषु त्रिषु इन्द्रियेषु व्यसनेन्द्रियघ्राणेन्द्रिययोः गुणमात्रग्राहकता न तु द्रव्यमपि ताभ्यां गृह्यते. यद्यपि गुडः चक्षुषा गृह्यते इति न सः अतीन्द्रियः, तथापि घ्राणरसनयोः गुणाश्रयग्राहकत्वं नास्ति. घ्राणं गन्धस्य रसना रसनस्य च जनयति प्रत्यक्षम्. वदतु महोदय, तत्र किम् अस्ति इति. इदानीं वयं पूर्वं द्रव्यगुण ग्राहकाणां विषये अतः चक्षुः त्वक् इति वयं चर्चितवन्तः. अन्यत् त्रिषु इन्द्रियेषु इत्युक्ते घ्राणं रसनं श्रोत्रम् इत्यादयोः अत्र गुणमात्रग्राहकं तत्र गुणमात्रग्राहकः वर्तते इति इत्युक्ते किं प्रत्यक्षं प्रत्यक्षं नास्ति इति अथवा द्रष्टुं न शक्यते. न प्रत्यक्षं नास्ति इति न खलु, तत्र गुणस्य प्रत्यक्षं भवति परन्तु तस्य आश्रयभूतस्य द्रव्यस्य ज्ञानं न भवति. सत्यं तत्र पुष्पम् अस्ति चेत् पुष्पस्य गन्धः यः अस्ति तस्य ज्ञानं भवति ग्राणेन्द्रियेण, परन्तु तत्र पुष्पम् इति तत्र आश्रयभूतः पुष्पं वा अथवा किमपि कूपी मध्ये अस्ति वा इति वयं ज्ञातुं न शक्नुमः खलु. तदेव इत्युक्ते तत्र द्रव्यस्य ज्ञानं न भवति इति. तावदेव गुडस्य उदाहरणमपि अत्र अस्ति. अत्र गुडः अस्ति, चक्षुषा तद् द्रष्टुं शक्यते. अनन्तरं घ्राणरसनयोः अपि तद् न तत्र गुडविषये किम् अस्ति पुनः वदतु तत्र तद्वाक्य गुडविषये तत्र चक्षुषा द्रष्टुं शक्नुमः परन्तु किम् अनन्तरं घ्राणरसनयोः अत्र गुणाश्रयकत्वं नास्ति इति इत्युक्ते यदा वयं चक्षुषा केवलं चक्षुषा दृश्यते तदा चक्षुषा पश्यामः चेत् तत्र तत्र दर्शनमेव भवति. तत् अन्य घ्राणस्य वा रसनस्य उपयोगं न भवति अतः तस्य न न तथा न तथा न अत्र अत्र वाक्यमस्ति तत्र गुडः तत्र घ्राणरसनयोः गुण आश्रयग्राहत्वं नास्ति इत्युक्ते तत्र यदा वयं गुडः अस्माकं पुरतः अस्ति चेत् तस्य घ्राणेन्द्रियेण तत्र केवलं तस्य गन्धः वयं ज्ञास्यामः चेत् तत्र प्रायः अनुमानं कर्तुं शक्नुमः परन्तु अस्माकं प्रत्यक्षज्ञानं नास्ति खलु तत्र गुडः पुरतः अस्ति इति यदा वयं चक्षुषा न पश्यामः चेत् तर्हि तत्र इति कारणात् तत्र केवलं गुणस्य ज्ञानं भवति न तु द्रव्यस्य इति. गुडः अतीन्द्रियः इत्युक्ते अतीन्द्रियः इत्युक्ते इन्द्रियेण तस्य ज्ञानं न भवति इति न वक्तुं शक्नुमः यतोहि चक्षुषा गुडं दृष्ट्वा वयं गुडम् इति गुडः इति ज्ञातुं गुडम् अत्र अस्ति इति ज्ञानं प्राप्तुं शक्नुमः इति. अतीन्द्रियः इत्युक्ते इन्द्रियस्य इन्द्रियेण तस्य ज्ञानं न प्राप्तुं शक्नुमः इति. इन्द्रियस्य किं वदामः तत्र सीमा अस्ति खलु तस्य उपरि अस्ति इन्द्रियेण ज्ञानं न प्राप्तुं शक्नुमः इति. तर्हि तत्र यदा वयं केवलं गुडस्य रसनेन्द्रियेण गुडस्य संयोगः भवति चेत् चिन्तयतु इदानीं चक्षुः उन्मील्य नास्ति तत्र निमील्य तत्र केवलं तत्र रसनं रसनेन्द्रियेण संयोगः भवति चेत् तत्र किमपि मधुरः अस्ति मधुरमस्ति इति वयं ज्ञातुं शक्नुमः परन्तु तद् वास्तविकं गुडं वा गुडः वा अथवा अन्यमधुरपदार्थः वा इति निश्चयेन वक्तुं न शक्नुमः यावत्पर्यन्तं चक्षुषा गुडं न पश्यामः तावत्पर्यन्तम्. सत्यम् इति कारणात् तद् अतीन्द्रियः इति न. किमर्थं चेत् यदा वयं चक्षुषा पश्यामः चेत् तत्र गुडः, तत्र यः पदार्थः पुरतः अस्ति सः गुडः इति वयं ज्ञातुं शक्नुमः इति एव अस्ति. तत्र न सः अतीन्द्रियः इत्युक्ते न गुडः अतीन्द्रियः, यतोहि ग्राणरसनयोः, यद्यपि ग्राणरसनयोः ग्राह्य गुणाश्रयकत्वं नास्ति, चक्षुषा गुडः ग्राह्यते गृह्यते इति कारणात्. केवलं चक्षुषा इति तादृशमेव किल, केवलं चक्षुषा अस्माकं सन्दर्भे. हा, किमर्थं चेत् केवलं चक्षुषा अपि च त्वचा वयम् आश्रयभूतस्य द्रव्यस्य ज्ञानं प्राप्तुं शक्नुमः इति कारणात्. अस्तु, सम्यक्. अस्तु, तर्हि अपर्णा भगिनी अग्रे अग्रे पठति वा? तत्र शिष्टम् इति अस्ति खलु अग्रे. आम् आं भगिनि. शिष्टं श्रोत्रेन्द्रियं कर्णपुटेन पृथक् पृथक् आकाशदेश एव तत्तु शब्दस्यैव प्रत्यक्षं जनयति, न तु आश्रयस्य. कुतः? आश्रयस्य आकाशस्य अतीन्द्रियत्वात्, यस्मिन् हि परमाणुपरिमाण अतिरिक्तपरिमाणं उद्भूतरूपं च भवति, तस्यैव द्रव्यस्य बहिरिन्द्रियेण प्रत्यक्षं भवति, नान्यस्य इति च निर्णीतम्. अत्र श्रोत्रेन्द्रियमस्ति, अत्र प्रश्नः अस्ति श्रोत्रेन्द्रियं कीदृशमस्ति, यथा गुणमात्रकग्राहकमस्ति अथवा द्रव्यगुण उभयग्राहकमस्ति वा इति अत्र चर्चा. श्रोत्रेन्द्रियम् अस्ति यत् कर्णपुटेन पृथक् कृतः आकाशदेश एव, यत् आकाशदेशः अस्ति कर्णपुटे तदस्ति श्रोत्रेन्द्रियं. तत्तु शब्दस्य साक्षात् प्रत्यक्षं जनयति, किन्तु आश्रयस्य ज्ञानं न भवति, यतोहि शब्दस्य आश्रयः तु आकाशः. यदा भगिन्या पूर्वम् उक्तम्, अतीन्द्रियः अस्ति आकाशः, इत्युक्ते इन्द्रियेण आकाशः विभुः इति कृत्वा इन्द्रियेण आकाशस्य ग्रहणं न भवति. तस्मात् एतत् श्रोत्रेन्द्रियं केवलं गुणमात्रकग्राहकः, शब्दस्य एव ग्राहकः, किन्तु आश्रयस्य न. अत्र परमाणुपरिमाण अतिरिक्तपरिमाणम् अपि अस्ति, यथा वयं एकक्षणं भगिनि, क्षम्यताम्. तत्र आकाशः विभुः इति सत्यमेव, परन्तु आकाशः विभुः इति कारणात् तस्य प्रत्यक्षं न भवति वा? तत्र इतोपि किञ्चित् वक्तव्यम् अस्ति खलु यद्भवति. आकाशस्य रूपः नास्ति प्रथमतया. आकाशः आश्रयः, आश्रयस्य अतीन्द्रियत्वात् आकाशस्य ग्रहणं न भवति श्रोत्रेन्द्रियात्. सत्यं, तत्र अतीन्द्रियं किमर्थम् इति अग्रिमवाक्ये अस्ति खलु, यद्वयम् अद्य यस्य वयम् अद्य बहु चर्चां कृतवन्तः. तत्र विभुत्वम् अस्ति एव आकाशे, परन्तु विभुः इति कारणात् अतीन्द्रियः इति अतीन्द्रियम् इति नास्ति खलु. तर्हि तत्र अतीन्द्रियः इत्युक्ते यत्र प्रत्यक्षयोग्यः न भवति. हा, उत्तमम् उत्तमम्. अत्र आकाशस्य अप्रत्यक्षयोग्यम् इति कीदृशमस्ति चेत् अत्र रूपं न अस्ति. अत्र आकाशस्य परमाणुपरिमाण भिन्नपरिणामं तु अस्ति एव, यथा अस्मिन् पटे अस्ति आकाशः परमं महत्परिमाणम् इति कृत्वा परमाणुपरिमाणभिन्नपरिमाणमस्ति, किन्तु रूपं नास्ति इति कारणेन प्रत्यक्षयोग्यः नास्ति. अति उत्तमं भगिनि, तदेव तावदेव. अत्र उद्भूतरूपं च भवति, तस्यैव द्रव्यस्य बहिरिन्द्रियेण प्रत्यक्षं भवति, नान्यस्य इति च निर्मितम्। अत्र बहिरिन्द्रियेण प्रत्यक्षं भवति इत्युक्ते यत् कर्णपुटः बहि इन्द्रियः अस्ति तेन तत् शब्दस्य प्रत्यक्षं भवति इति वा? हा, तत्र वस्तुतया अत्र यद्वयम् अद्य चर्चितवन्तः तत्र नियमद्वयम् इति तदेव अस्ति। इत्युक्ते यत्र परमाणुपरिमाण अतिरिक्तपरिमाणम् अपि च उद्भूतरूपम् अस्ति तस्य एव द्रव्यस्य प्रत्यक्षं भवति, आकाशस्य न भवति, यतोहि तद् अतीन्द्रियं। किमर्थम् अतीन्द्रियम् इत्युक्ते तस्य उद्भूतरूपं नास्ति, यद्यपि परमाणुपरिमाण अतिरिक्तपरिमाणम् अस्ति तथापि उद्भूतरूपं नास्ति इति कारणात् आकाशः अतीन्द्रियम् इति। केवलं शब्दः एव बहिरिन्द्रियेण प्रत्यक्षं ग्राह्यं भवति। हा, केवलं सत्यं गुणः एव तत्र श्रोत्रेन्द्रियेण गुणज्ञानमेव भवति न तु द्रव्यस्य। उत्तमम्, अस्तु, तावत् स्पष्टम्। उत्तमं, तर्हि रामप्रिया भगिनी भवती पठति वा अग्रे? आं भगिनि, द्रव्यप्रत्यक्षं केन भवति? घटे उद्भूतरूपम् अस्ति, परमाणुपरिमाण अतिरिक्तं मध्यमपरिमाणं च वर्तते इति तस्य चक्षुषा त्वचा च प्रत्यक्षं भवति। एतत्तु प्रथमचित्रस्य विषये अस्ति। घटे उद्भूतरूपम् अस्ति, परमाणुपरिमाण अतिरिक्तं मध्यमपरिमाणं द्वौ अपि वर्तते, अतः चक्षुषा त्वचा च तस्य प्रत्यक्षं भवति इति, प्रत्यक्षयोग्यः अस्ति इति घटः। परमाणुद्वय अणुकयोः उद्भूतरूपम् अस्ति, परन्तु परमाणुपरिमाण अतिरिक्तपरिमाणं न वर्तते इति तयोः प्रत्यक्षं साक्षात्करः न भवति। एतत् द्वितीयचित्रं तस्य दक्षिणभागे प्रथम विषये परमाणुद्वय अणुकयोः तत्र तु उद्भूतरूपम् अस्ति, परन्तु परमाणुपरिमाण अतिरिक्तपरिमाणम् अत्र न वर्तते, अतः तस्य प्रत्यक्षं न भवति, साक्षात्करः इति नामकरणम् अस्ति। एवमेव ग्राणेन्द्रियाधीनि पृथिव्यादि द्रव्यरूपाणि अपि न प्रत्यक्षाणि। तत्र पृथिवीत्वस्य सत्त्वेन रूपत्व रूपवत्व अनुमाने अपि अतीन्द्रियत्वम् आलोच्य न तत् रूपं वक्ष्यमाणम् उद्भूतरूपम् इति निर्धारितम्। एतत्तु द्वितीय दक्षिणभागे अधोभागे, दक्षिणतः अधोभागे, प्राणे वामतः अधोभागे, ओ ओ ओ क्षम्यताम्। एवमेव ग्राणे इन्द्रिया आदि पृथिव्यादि द्रव्यरूपाणि अपि न प्रत्यक्षाणि इति विषये, तत्र पृथिवीत्वस्य सत्त्वेन रूपवत् अनुमाने अपि अतीन्द्रियत्वम् आलोच्य न तत् रूपं वक्ष्यमाणम् उद्भूतरूपम् इति निर्धारितम्। अत्र अधोभागे अस्ति खलु भगिनि, तदपि पठतु। पृथ्वीत्वं भवति, ओ पृथ्वीत्वं भवति यत्र यत्र रूपम् अवश्यं भवति इति नियमः। ओहो, यत्र यत्र रूपं भवति तत्र एव पृथ्वीत्वं भवति, विपरीततया खलु, पृथ्वीत्वं यत्र भवति तत्र रूपम् अवश्यं भवति इति नियमः। तर्हि तत्र इन्द्रियं तु तत्र वयं चर्चितवन्तः खलु, तत्र शरीर इन्द्रियविषयभेदात् इति इन्द्रियः अपि तत्र द्रव्यमेव. तर्हि पृथ्वी इन्द्रियम् अस्ति चेत् पृथ्वीत्वम् अत्र अस्ति इति कारणात् रूपत्वमपि अत्र वर्तते. परन्तु यद्यपि रूपत्वं वर्तते तत्र उद्भूतरूपं नास्ति इति उक्तवन्तः, यतोहि इन्द्रियं स्वयम् अतीन्द्रियम् अस्ति. इन्द्रियम् इति यदस्ति, इन्द्रियम् अस्ति इति वयम् अनुमानमेव कर्तुं शक्नुमः, इन्द्रियस्य साक्षात्कारः न भवति. इति कारणात् ते तत्र इति कारणात् तत्र उद्भूतरूपं तत्र रूपे उद्भूतरूपम् इति उद्भूतरूपं तत्र नास्ति इति ते उक्तवन्तः. यद्यपि रूपम् अस्ति तथापि अत्र उद्भूतरूपं नास्ति इति. अतः उद्भूतरूप अभावात् तानि अपि अतीन्द्रियाणि, ततः एव ते अपि अतीन्द्रियाणि, तानि अपि अतीन्द्रियाणि इति वक्तुं शक्नुमः. तानि इत्युक्ते कानि? ग्राणरसनचक्षुर् इन्द्रियाणि. उत्तमम्. इत्युक्ते तत्र पृथ्वी जल तेजः पृथिव्यादित्रिकं तेषाम् इन्द्रियाणि. मनः तु उद्भूतरूपं न अपि उक्तपरिमाणम् इति सुदूरं तस्य प्रत्यक्षं. स उदूरं वा सुदूरं? सुदूरं. मनः तु उद्भूतरूपं नास्ति, उक्तपरिमाणम् इति सुदूरं तस्य प्रत्यक्षम्. हा, मनः मनः अपि न प्रत्यक्षं भवति इत्युक्ते तत्र उक्तपरिमाणं, तत्र मनसः परिमाणं वयं दृष्टवन्तः खलु, परमाणुपरिमाणम् इति. इति परमाणुपरिमाणमपि अस्ति, उद्भूतरूपमपि नास्ति इति कारणात् तस्य अपि न प्रत्यक्षम्. सुदूरम् इति किं भगिनि? सुदूरम् इत्युक्ते तत्र बहुदूरम् इति अर्थः, इत्युक्ते तत्र निश्चयेन न प्रत्यक्षम् इति तथा. ओ ओ ओ ओ शब्द आश्रयस्य गगनस्य वायोश्च परमाणुपरिमाण अतिरिक्तपरिमाणं वर्तते, परन्तु न तत्र रूपम् अस्ति इति तयोः अपि प्रत्यक्षं न भवति. तत्र शब्दः आश्रयः तु गगनः, शब्दस्य आश्रयः गगनं वायोश्च गगनस्य वायोः परमाणुपरिमाण अतिरिक्तपरिमाणं वर्तते तत्र, परन्तु तत्र रूपं नास्ति इति तयोः अपि प्रत्यक्षं न भवति. तयोः इत्युक्ते गगनं वायुः. हा, शब्दाश्रयस्य गगनस्य इत्युक्ते शब्दाश्रयः गगनमस्ति, शब्दाश्रयं गगनं तादृशगगनस्य अपि च वायोः द्वयोः अपि तत्र यद्यपि परमाणुपरिमाण अतिरिक्तपरिमाणम् अस्ति तथापि रूपं नास्ति इति कारणात् तयोः अपि प्रत्यक्षं न भवति इति. इत्युक्ते एतत् सर्वम् अत्र वयं चित्ररूपेण यस्य चर्चां कृतवन्तः तदेव अत्र अस्ति, तत्र अस्मिन् परिच्छेदे यदस्ति अस्माकं अद्य वयं यत् पठितवन्तः तदेव अत्र पुनः अस्ति. सुदूरं सुदूरं एकवारं वदतु. सुदूरम् इत्युक्ते अतिदूरम् इत्युक्ते अस्मिन् सन्दर्भे तत्र निश्चयेन इति निश्चयेन नास्ति इति. अस्तु तर्हि अग्रे इतोपि प्रायः इतोपि एकं परिचयं पठित्वा वयं समापयामः. तर्हि रामकार्तिक् महोदय भवान् पठति वा? आम्. किं तर्हि तयोः सत्त्वे प्रमाणम् अनुमानं? पृथिव्यादित्रिके यादृशस्पर्शः वर्तते तद्विजातीयस्पर्शः अनुभूयमानः यः स आश्रयभूतद्रव्यम् अपेक्षते इति तद् आश्रयतया वायुः सिद्ध्यति. एवमेव शब्दरूपगुणस्य च आश्रयभूतं द्रव्यम् आवश्यकम् इति तद् आश्रयतया आकाशः सिद्ध्यति. अत्र तयोः इत्युक्ते शब्द स्पर्शय क्षम्यताम् गगनवायोः प्रमाणम् इति पृष्टं. तत्र अनुमानम् एव वयं कर्तुं शक्नुमः. तत्र आकाशः वायुः अस्ति इति उक्तवन्तः. तत्र पृथिव्यादित्रिके यादृशस्पर्शः अस्ति तत्र स्पर्शः इति इन्द्रियं स्पर्शः इति गुणः गुणः क्षम्यतां स्पर्शः इति गुणः यदस्ति तस्य आश्रयं द्रव्यं किमपि आवश्यकम् एव इति कारणात् तत्र अपि च तत्र आश्रयद्रव्यं तत्र वायुः इत्युक्ते तत्र वयं दृष्टवन्तः रूपरहितत्वे सति स्पर्शवान् वायुः इति. अतः तत्र द्रव्यम् आवश्यकम् अपेक्षते इति कारणात् तत्र वायुः सिद्ध्यति. एवमेव शब्दगुणस्य अपि आश्रयः आवश्यकं तत् आकाशः इति भवति. उत्तमं. तर्हि तत्र अस्माकं ज्ञानं यदा भवति तत्र वस्तुतया तत्र तस्य ज्ञानस्य चतुर्विधं भवति. तत्र प्रत्यक्षम् अनुमानम् उपमानं शाब्द इति. तत्र प्रत्यक्षम् इत्युक्ते यद्वयम् इदानीं चर्चितवन्तः इन्द्रियेण साक्षात् यद् ज्ञानं भवति तत् प्रत्यक्षं. यस्य अनुमानं कुर्मः तत्र गते सप्ताहे अपि किञ्चित् चर्चितवन्तः इति स्मरामि. अत्र धूमः पर्वते धूमः अस्ति चेत् तत्र वह्निः स्यात् इति वयम् अनुमानं कृत्वा तत्र वह्निः अस्ति इति यद् ज्ञानं प्राप्नुमः तदस्ति अनुमानम् इति. उपमानम् इत्युक्ते सादृशज्ञानम् इत्युक्ते यदा वयं चिन्तयतु धेनुः पश्यामः परन्तु धेनुः इत्युक्ते का इति वयं जानीमः परन्तु महिषी न जानीमः चेत् धेनुः इव अस्ति परन्तु तादृशभेदः अस्ति इति यः कोऽपि वदति चेत् वयं किञ्चित् ज्ञातुं शक्नुमः महिषी इत्युक्ते किम् इति. तादृशज्ञानमस्ति उपमानम् इति. शाब्दे इत्युक्ते तत्र यः कोऽपि जानाति तत्र तस्य ज्ञानम् अथवा तस्य वचनं वयम् अङ्गीकुर्मः तस्य प्रमाणं यदस्ति तद्भवति तत्र शाब्दप्रमाणम् इति. तर्हि चतुर्विधप्रमाणम् अस्ति येन वयं ज्ञानं प्राप्तुं शक्नुमः यैः वयं ज्ञानं प्राप्तुं शक्नुमः. तर्हि तत्र तेषु अन्यतमम् अस्ति अनुमानम् इति. तर्हि तत्र अनुमानेन वयं वायुः अपि च आकाशः द्वयोः अपि द्रव्ययोः ज्ञानं प्राप्तुं शक्नुमः इत्येव अत्र सारांशः अस्ति. अत्र किमपि कोऽपि प्रश्नः अस्ति वा? अस्तु, तर्हि अद्य वयम् अत्र स्थगयामः. पुनः एकवारं पठतु, अपि च प्रश्नः अस्ति चेत् आगामिकक्षायां चर्चां कुर्मः. अस्तु, धन्यवादः भगिनि. धन्यवादः भगिनि.